ॐ अगजाननपद्मात्वं गजाननमहर्निशम् अनेकदन्तं भक्तानामेकदन्तमुपास्महे श्रीमहागणपतये नमः। गुरवे सर्वलोकानां भीषजे भवरोगिणां निजये सर्वविद्यानां दक्षिणामूर्तये नमः। अस्मद्गुरुचरणारविन्दाभ्यां नमः। ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् आधारं सर्वविद्यानां हयग्रीमुपास्महे श्रीहयग्रीवमूर्तये नमः। सरस्वती नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा श्रीमहासरस्वत्यै नमः। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ॐ सर्वेभ्यां कृते नमस्कारः। नमस्कारः भगिनी, धन्यवादः। सर्वेभ्यो नमः, सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानविषयः अस्ति तत्र हल्सन्धिः, मूलविषये तु तत्र सत्त्वसन्धिः। सत्त्वसन्धेः विषये वयं किञ्चित् पठितवन्तः, तत्र सूत्राणां पठनमपि कृतवन्तः। अस्मिन् सन्धौ तत्र वयं दृष्टवन्तः, तत्र अनेकानि सोपानानि सन्ति। तत्र प्रक्रिया तत्र किञ्चित् दीर्घा, काचित् दीर्घा अस्ति, अतः तत्र नाम नकारः ऋकारः भवति, तदनन्तरं तत्र अनुस्वारः वा अनुनासिकः वा भवति इति एतत् सर्वं दृष्टवन्तः। तदनन्तरं तत्र वयं प्रायशः तत्र कस्मिंश्चित् इति तदपि पठितवन्तः। तत्र करपत्रे अत्र अनुनासिकः पूर्वस्य तु वा इति तत् पठितवन्तः। तत्र प्रायशः तत्र एकः अथवा संशयद्वयम् आसीत् इति मन्ये, किन्तु तत्र निवारणं भवति न वा इति न जाने। तर्हि अग्रे सरामः, तर्हि तत्र अननुनासिकात् परो अनुस्वारः इति। महोदय, एकवारम् अत्रानुनासिकः पूर्वस्य तु वा एकवारं पुनः पठामि वा? अस्तु अस्तु अस्तु अस्तु, तर्हि तदेव कुर्मः। तर्हि सहदेव महोदय नमस्कारः। तत्र करपत्रं भवतः पार्श्वे अस्ति न वा इति न जानामि महोदय, किन्तु नो चेत् करपत्रं स्वीकरोतु। तत्र हल्सन्धिविषये करपत्रमस्ति स्वरूपमहोदयस्य। अस्तु, तर्हि तत्र तर्हि आरम्भं कुर्मः। तर्हि तत्र उषादिवते भगिनी अद्य न तत्र वदति, तर्हि तत्र उषास्वामिनाथन् भगिनी भवती आरम्भं करोति वा? तर्हि अत्र अननासिकपूर्वस्य तु वा इति ततः आरभ्य, यत् वयं गतवर्गे पठितवन्तः। अस्मिन् अत्र अनुनासिकः पूर्वस्य तु वा, अष्टमाध्याय तृतीयपाद। अस्मिन् ऋ प्रकरणे ऋ इत्यस्मात् पूर्ववर्तिस्वरस्य पूर्ववर्तिस्वरस्य स्थाने अनुनासिक आदेशः विकल्पेन भवति। अधिकारसूत्रम् 832 इत्यस्मात् आरभ्य 8312 पर्यन्तं यत्र यत्र ऋत्वं विहितं तत्र तत्र रु इत्यस्मात् प्राक् यः वर्णः अस्ति तस्य विकल्पेन अनुनासिक आदेशः भवति। अस्मिन् ऋत्वप्रकरणे यानि सूत्राणि सन्ति ऋत्वविधायकानि, तेषु सूत्रेषु अयम् अर्थः सर्वत्र अन्वेति। अस्मिन् ऋत्वप्रकरणे च ऋत्वं विधीयते संहितायामेव। पदान्ते ऋत्वम् अपरस्मिन् प्रकरणे भवति, अतः तत्र प्रकृतसूत्रस्य प्रवर्तनं नास्ति। अत्र अव्ययपदम् अनुनासिकः प्रथमान्तं, पूर्वस्य षष्ठ्यन्तं तु अव्ययपदं वा अव्ययपदम् अनेकपदमिदं सूत्रं। तयोर् वा वचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम्। अत्र अनुनासिकः पूर्वस्य तु वा संहितायाम्। अस्तु महोदय, अत्र अनुनासिकः पूर्वस्य तु वा इति सूत्रम् अस्ति। अत्र अत्र अनुनासिकः पूर्वस्य तुबा अस्मिन् ऐ मीन् वयं जानीमः वयं पूर्वं दृष्टवन्तः नश्चव्यप्रशान् नश्चव्यप्रशान् अपि 83 87 83 8 अस्ति तत् अत्र अनुनासिकः पूर्वस्य तुबा इति नश्चव्यप्रशान् इत्यस्य पूर्वसूत्रम् अत्र अनुनासिकः पूर्वस्य तुवा इति 832 सूत्रम् इति अत्र अधिकारसूत्रम् अस्ति अधिकारसूत्रम् 832 आरभ्य 812 सो अत्र अनुनासिकः पूर्वस्य तुवा इति ऋत्वप्रकरणे अस्ति ऋत्वप्रकरणे 832 आरभ्य 812 पर्यन्तं यत्र यत्र ऋत्वं विहितं भवति तत्र रु इत्यस्मात् प्राक् यः वर्णः अस्ति तत्र विकल्पेन अनुनासिक आदेशः भवति इति सूत्रं वदति अत्र अनुनासिकः पूर्वस्य पूर्ववर्णस्य स्थाने यत् वर्णः अस्ति तस्य विकल्पेन अनुनासिक आदेशः भवति रु यत्र रु प्रकरणं यत्र यत्र भगिनि अत्र अत्र विकल्पेन अनुनासिक आदेशः भवति ओके अनुस्वारः तत्र अन्य अनन्तरम् अत्र अनुनासिकः पूर्वस्य तु वा इति अस्मात् अनुनासिकः आदेशः भवति सो अनुनासिकः प्रथमान्तम् इत्यनेन आदेशः भवति पूर्वस्य इति षष्ट्यन्तम् इत्यनेन पूर्ववर्णस्य स्थाने पूर्ववर्णस्य स्थाने इति अस्ति तु अव्ययपदं वा अव्ययपदम् अनेकपदमितं सूत्रं सो ऋप्रकरणे इति स्थिते ऋ इति कदा आयाति इति चेत् ऋ इति पूर्वं वयं दृष्टवन्तः नकारस्य स्थाने ऋ आयाति ऋ इति विधीयते नकारः संहितायाम् इति अधिकारे अस्ति इति अनेन द्वयोः पदयोः कृते प्रथमपदस्य अन्तिमनकारम् अनन्तरं चविप्रत्याहारवर्णः अस्ति चेत् तत् नकारस्य स्थाने प्रथमपदस्य अन्तिमनकारस्य स्थाने रु इति आदेशः भवति अत्र संहितायाम् इति विषये रु इति आगच्छति परन्तु वयं जानीमः ससजुषो रुः इत्यनेन अपि ऋत्वप्रकरण रु इति आदेशः भवितुम् अर्हति परन्तु ससजुषो रुः इति सूत्रं सकारान्तस्थाने ऋत्वं विधीयते इति रेफ आदे रु इति विधीयते ऋत्वम् अथवा रेफ रेफ एव अवशिष्यते सो ऋत्वं रेफः आयाति तत् तत् कृते अधिकारसूत्रं नास्ति परन्तु अत्र प्रकृतसूत्रम् अत्र अनुनासिकः पूर्वस्य तु वा इति वयं इदानीं पठितवन्तः तत् प्रकृतसूत्रम् अत्र अनुनासिकः पूर्वस्य तु वा ऋत्वप्रकरणे संहितायाम् इति अधिकारे ऋत्वप्रकरणे अस्ति इत्यनेन यत् नकारः कृते ऋत्वं विहितं भवति तत् पूर्वं यः वर्णः अस्ति तस्य विकल्पेन अनुनासिक आदेशः भवति इति अत्र अनुनासिकः पूर्वस्य तु वा इति सूत्रं वदति वयं दृष्टवन्तः कस्मिन् योगः चित् कस्मिन् नकारस्य नकारः पदस्य अन्ते अस्ति कस्मिन् इति पदस्य नकारस्य अनन्तरं चित् इति चकारः छवि प्रत्याहारे अस्ति तत्कारणात् नश्चव्यप्रशान् इति सूत्रेण नः छवि अप्रशान् न स्थाने रु इति आयाति रु इत्यस्य स्थिते रेफः एव अवशिष्यते कस्मिन् इति कस्मिर् योगः चित् इति भवति अत्र अनुनासिकः पूर्वस्य तु वा इति सूत्रेण यत् सूत्रं वयम् इदानीं दृष्टवन्तः, अत्र अनुनासिकः पूर्वस्य तु वा इति सूत्रेण तत् रेपात् पूर्वं यत् वर्णः अस्ति तत् कृते अनुनासिक आदेशः भवति इति भवति अनुनासिक आदेशः. सो मकारस्य कस्मि इति इकारस्वरस्य कृते अनुनासिक कस्मि इकारः एव तत् पूर्वम् अस्ति. रेपात् पूर्वम् इकारः अस्ति तत् ई इति स्वरस्य कृते अनुनासिक आदेशः भवति अनुनासिक. यतोहि वयं जानीमः स्वराः ह्रस्व दीर्घ प्लुत अपि च अनुनासिक अननुनासिक वाट् इस् अदर् वट् उदात्त अनुदात्त स्वरित वित् आल् दिस् देर् आर् 18 भेदास् आर् 18 भेदः. अतः तत्र इकारः स्थाने अनुनासिक इकारः नेसल् तत्र नासिकं तत्र इति वक्तव्यं तावदेव. रेपः अस्ति एव कस्मि योगः रेपः योगः इति भवति. अनन्तरम् अस्ति अनुनासिकात् परो अनुस्वारः इति तदपि अस्ति. अनुनासिकः पूर्वस्य तु वा आम् पूर्वस्य तु वा अत्र अनुनासिकः पूर्वस्य तु वा अत्र अस्मिन् प्रकरणे पूर्वस्य तु वा संहितायां नाट् वेरि क्लियर् महोदय. क्लेशस्य तत्र तस्मिर् तस्मिर् इति उक्तवती भवती तस्मिर् इत्युक्ते तत्र केन सूत्रेण अनुनासिकायाति नच्छव्यप्रशानित्येन भगिनि नकारस्य स्थाने रेपः भगिनि. अस्तु अस्तु आयातु रेपात् पूर्वं यत् वर्णः अस्ति रेपः रेपात् पूर्वम् इकारः अस्ति अस्ति तस्य इकारस्य इकारः अनुनासिकः आयाति. ओ ओके तस्मिन् तस्मिन् तस्मिन् तत्पश्चात् रेफः तत्पश्चात् चित् अस्ति तावत्पर्यन्तमेव इदानीम् अवगतम् एतत् सूत्रं तत् तावत्पर्यन्तमेव तस्मिन् सोपाने ओके तस्मिन् सोपाने किम् अभवत् इति वदति. अस्तु ओके तस्मिन् चित् तत्पश्चात् अनुनासिकात् परोनुस्वारः वा पुनः पुनः अन्यत् अन्यत् सोपानम् अस्ति भगिनि सत्यम् अस्तु तत्र सत्त्वसन्धे आदौ एव तत्र दत्तमस्ति प्रथमवाक्यं पठतु अस्मिन् सन्धौ अनेकसूत्राणि क्रमेण कार्यं कुर्वन्ति नः चवि अप्रशान् इति प्रथमतया इदानीं तत् पठितं तर्हि तत्र नाम इदानीं तत्र नकारस्य स्थाने ऋकारः इति प्रथमसोपानं तदनन्तरं ऋकारस्य स्थाने इदानीं तत्र ओके अनुकारात् पूर्वं ऋकारात् पूर्वं यत् वर्णः तस्य अनुनासिक आदेशः भवति तत्र रेपः इति तु तिष्ठति एतावत् ऋकारे केवलं रेपः इति तावत् तिष्ठति. अग्रे पश्यामः तत्र अग्रिमसोपानं किं वदति इति इदानीं पश्यामः. अतः तत्र सोपानेन एव तत्र अस्मिन् सन्दौ अनेकानि कार्याणि सन्ति इति प्राक्येव उक्तम् नश्यव्य प्रशान् सूत्र स्थाने रु इति आदेशः भवति तदेव तदेव सत्यं सत्यं सत्यम् अस्तु इति एव वार्ता सत्यं अग्रे तर्हि तत्र अग्रे निवेदित भगिनी अग्रे पठति वा. आम् अनुनासिकात् परोनुस्वारः न खलु एट् त्री फोर् यस्मिन् पक्षे अनुनासिकादेशो न भवति तत्र रु इत्यस्मात् प्राक् यः वर्णः तस्य नित्यम् अनुस्वार आगमो भवति फलितार्थः अयं यत् अनुनासिकः न भवति चेत् रोः पूर्वं यः वर्णः तस्य अनन्तरम् अनुस्वारागमो भवति अनुनासिकात् इत्युक्ते अनुनासिकं त्यक्त्वा नाम यस्मिन् पक्षे अनुनासिको न भवति अनुनासिकात् पञ्चम्यन्तं परः प्रथमान्तम् अनुस्वारः प्रथमान्तं त्रिपदमिदं सूत्रम् मतुवसोरुसम्बुद्धौ छन्दसि एट् थ्री वन् इत्यस्मात् रुः इत्यस्य पञ्चमी विभक्ति विपरिणामं कृत्वा रोः इत्यस्य अनुवृत्तिः अत्रानुनासिकः पूर्वस्य तु वा ए थ्री टु इत्यस्मात् पूर्वस्य इत्यस्य पञ्चमी विभक्ति विपरिणामं कृत्वा पूर्वस्मात् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अनुनासिकात् रोः पूर्वस्मात् परः अनुस्वारः संहितायाम् नाम एतावत् वयं किं दृष्टवन्तः रु इति तिष्ठति तदनन्तरं तत्र रु प्राक् यः वर्णः अस्ति तत्र अनुनासिक तत्र आदेशः भवितुम् अर्हति इति खलु विकल्पेन विकल्पेन भवति इति किन्तु तत्र यदि वयम् अनुनासिक मास्तु इति चिन्तयामः तर्हि तत्र किम् इत्युक्ते अनुनासिकपक्षः न रोचते चेत् किं भवति तदा इति उक्तम् अथ अनुनासिकात् इति पञ्चमी नाम तस्मात् भिन्नम् पक्षः तस्मात् भिन्नः पक्षः तदा किं कुर्मः अनुस्वारः तदा भवति इति तत्र एकमेकं वाक्यं पठित्वा किञ्चित् वदति भगिनि यस्मिन् पक्षे अनुनासिकादेशो न भवति तत्र रु इत्यस्मात् प्राक् यः वर्णः तस्य नित्यम् अनुस्वार आगमो भवति तत्र कोऽपि उदाहरणं नास्ति न उदाहरणं कस्मिंश्चित् इति एव तत्र एव भगिनि नाम तत्र मध्ये पश्यतु तत्र कस्मिन् चन्द्रबिन्दु अस्ति नो चेत् तत्र अनुस्वारः खलु अतः तत्र कस्मिन् इत्युक्ते कस्मिन् इत्युक्ते तत्र अनुनासिक इकारः अथवा कस्मिन् तत्र अनुस्वारः योगः रेफा तत्र विकल्पद्वयम् अस्ति इति कथम् इति तस्य विवरणम् अत्र अग्रे फलितार्थः अयं यत् अनुनासिकः न भवति चेत् रोः पूर्वं यः वर्णः तस्य अनन्तरम् अनुस्वारागमो भवति नाम रु इति वर्णः अस्ति तस्मात् प्राक् किमपि अस्ति तत्र वयम् अनुनासिक आदेशः अनुनासिक आदेशं न इच्छामश्चेत् किं तदा तस्य वर्णस्य अनुस्वारागमः भवति नाम अनुस्वारस्य आगमः भवति पञ्च अनुनासिकात् इत्युक्ते अनुनासिकात् इत्युक्ते अनुनासिकं त्यक्त्वा नाम यस्मिन् पक्षे अनुनासिको न भवति नाम एकः एकस्मिन् पक्षे एकस्मिन् पक्षे अनुनासिकस्य स्वीकारः अन्यस्मिन् पक्षे अनुनासिकस्य अस्वीकारः किन्तु अनुनासिकस्य अस्वीकारः भवति चेत् अनुस्वारस्य आगमः भवेत् इति अनुनासिकात् पञ्चम्यन्तम् इदमस्ति परः प्रथमान्तमस्ति अनुस्वारः अपि प्रथमान्तं पदमस्ति त्रिपदमिदं सूत्रम् अस्ति मतुवसो रुसम्बुद्धौ छन्दसि 831 इत्यस्मात् रुः इत्यस्य पञ्चमी विभक्ति विपरिणामं कृत्वा रोः इत्यस्य अनुवृत्तिः नाम तत्र रुः इति तस्य तत्र रुः इति विभक्ति का तत्र पञ्चमी विभक्ति न रुः प्रथम रुः इति प्रथम नाम गुरुः इति गुरुः प्रथमान्तम् किन्तु रोः गुरोः षष्ठी अथवा पञ्चमी विभक्ति अस्ति अतः एव तत्र रोः इति परिवर्तनं परिवर्तितरूपं स्वीकृतम् अत्र यद्यपि तत्र तत्र अनुवृत्ति यस्मात् सूत्रात् वयम् अनुवृत्तिं स्वीकुर्मः तस्मिन् सूत्रे तु रु इति एव अस्ति रुः इति प्रथमाविभक्तिरूपमेव अस्ति किन्तु अनुवृत्तिसमये वयं रोः इति स्थापयामः परिवर्तनं कृत्वा स्थापयामः इति अर्थः महोदय एकः प्रश्नः अस्ति अनुनासिकात् इत्युक्ते अनुनासिकं त्यक्त्वा तद् किमर्थं तद् वाक्यं दत्तं त्यक्त्वा इत्युक्ते साक्षात् अनुनासिकं त्यक्त्वा इति नास्ति भगिनि नाम तत्र कार्यद्वयं कर्तुं शक्नुमः तत्र अनुनासिकस्य कार्यम् अस्ति तत्र नाम रुः इति अस्ति तर्हि रुः प्राक् यः वर्णः अस्ति तस्य स्थाने तत्र अनुनासिकस्य आदेशः भवितुम् अर्हति इति स्थितिः अस्ति इदानीं अत्र तदेव निमित्तम् अस्ति चेत् विकल्पः नास्ति तत् करणीयम् अग्रे तदनन्तरम् अग्रिमसोपानं यत् अस्ति तत्र गन्तव्यं किन्तु अत्र किं का स्थितिः इत्युक्ते अस्तु यदि तत्र अनुनासिकम् अनुनासिकस्य आदेशः न इच्छति चेत् विकल्पः अस्ति यदि न इच्छति चेत् तर्हि अन्यत् कार्यं निमित्तं नाम तत्र अनुस्वारस्य आदेशः भवेत् इति अस्तु अस्तु नाम पञ्चमी इत्युक्ते तस्मात् पक्षात् भिन्नः पक्षः इति अस्तु अस्तु साक्षात् अनुनासिकात् भिन्नम् इति नास्ति अनुनासिक इति पक्षात् भिन्नः पक्षः अस्तु अस्तु अनुनासिकात् पर ओके परः न भिन्नः भिन्नः अपरः इत्युक्ते अग्रे वा पूर्वं तादृश केवलं भिन्नः नाम तत्र मार्गद्वयमस्ति एकः मार्गः अस्ति अनुनासिकमार्गः यदि सः मार्गः मास्तु इति चिन्तनं चेत् अस्तु अन्यस्मिन् मार्गे किं करणीयं तत्र अनुस्वारस्य आगमः भवेत् इति मार्गः द्वितीयमार्गः अस्तु तर्हि एकं चेतव्यं तत्र अनुनासिकम् इति भवेत् अथवा अनुस्वार इति भवेत् अपि तत्र द्वयमपि न कर्तुं शक्नुमः एकमेव यदि अनुनासिकं मास्तु चेत् अनुस्वार कर्तुं शक्नुमः तावदेव अग्रे तस्य अन्यत् विकल्पः इति किमपि नास्ति अत्र अनुनासिकः पूर्वस्य तु वा इत्यस्मात् पूर्वस्य इत्यस्य पञ्चमी विभक्ति विपरिणामं कृत्वा पूर्वस्मात् इत्यस्य अनुवृत्तिः. अत्र पूर्वस्य षष्ठी विभक्ति पदमस्ति खलु. सत्यम्. इदानीं तत्र रूपपरिवर्तनं पूर्वस्मात् कृत्वा पूर्वस्मात् इत्यस्य अनुवृत्तिः भवति. नाम तत्र कार्यं पूर्वस्य इति तत्र अनु 832 मध्ये तस्य कार्यं भिन्नम् आसीत्. इदानीम् अनुवृत्ति इति रूपेण स्वीकृत्य अन्यस्मिन् सूत्रे स्थापयामः, अत्रापि तस्य कार्यमस्ति किन्तु भिन्नरूपेण भवति इति कृत्वा तस्य विभक्तिपरिवर्तनं भवति. तावदेव अनुवृत्तिसमये तत्र विभक्तिपरिवर्तनं भवेत् इति वयं पूर्वमपि दृष्टवन्तः. अनुनासिकात् रोः पूर्वस्मात् परः अनुस्वारः संहितायाम् नव अनुनासिकात् तत्र तस्मात् पक्षात् भिन्नः इति चिन्तनं चेत् तर्हि तत्र तत्र पञ्चमी विभक्तेः अर्थः भिन्नः. तत्र अनुनासिकात् भिन्नः पक्षः चेत् तर्हि रोः इति रु इति वर्णात् पूर्वम् पूर्वस्मात् तत्र तदा अनुस्वारः संहितायां, नाम तत् यः वर्णः रु इत्यस्मात् यः वर्णः तस्य अनुस्वारस्य आगमः भवेत् संहितायां स्थान सन्दर्भे. अतः तत्र इदानीं विकल्पः तत्र अस्ति कस्मिन् अथवा कस्मिन् इति अपि रेपः अपि चित् इति तत्तु तिष्ठति एव. इदानीम् अग्रे सरामः. तर्हि तत्र अग्रे तत्र वेदभगिनी भवति एव अग्रे. आं महोदय, धन्यवादः. न धन्यवादः भगिनि. परवसानयोर्विसर्जनीयः अष्टमे अध्याये तृतीयपादे पञ्चदश सूत्रमस्ति. पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरीपरे अवसानावस्थायां च खर् च अवसानं च तयोः इतरेतरयोगद्वन्द्वः खरवसाने तयोः खरवसानयोः समासस्य विषये तद् वदति. खरवसानयोः सप्तम्यन्तं विसर्जनीयः प्रथमान्तं द्विपदमिदं सूत्रं रोरि इत्यस्मात् 8314 पूर्वसूत्रं रोरि इत्यस्मात् रोः इत्यस्य अनुवृत्तिः पदस्य इत्यस्य अधिकारः 8116 अलोन्तस्य इत्यनेन रेफान्तपदस्य न अपि तु पदान्तस्य रेफस्य स्थाने विसर्गादेशो भवति इत्यनेन रेफान्तपदस्य न अपि तु पदान्तस्य रेफस्य स्थाने विसर्गादेशो भवति इति. अनुवृत्तिसहितसूत्रं पदस्य रः विसर्जनीयः खरवसानयोः संहितायां. पदस्य रः विसर्जनीयः खरवसानयोः संहितायां विसर्जनीयस्य सह 8334 विसर्जनीयस्य स्थाने सकारादेशो भवति खरीपरे. विसर्जनीयस्य षष्ट्यन्तं सह प्रथमान्तं द्विपदमिदं सूत्रं खरवसानयोर्विसर्जनीयः इत्यस्मात् खरि इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं विसर्जनीयस्य सः खरी संहितायाम्। तत्र एतत् सूत्रं खरवसानिर्विसर्जने किं वदति इत्युक्ते पदान्तस्य रेफस्य तत्र द्विवारं दत्तं खलु विसर्जनीयस्य सः इति सः आम् आं महोदय तस्य विवरणं तत्र प्रायशः अग्रिमे परिच्छेदे भवेत् किन्तु अत्रापि दत्तम् इति मन्ये खलु पठामि वा तदपि न तदेव अस्ति भगिनि द्विवारं दत्तमस्ति खलु तत्र विसर्जनीयस्य स्थाने सकाराय देशो भवति खरि परे आम् आम् आम् सत्यं सत्यं तदेव तदेव पुनः एकवारं दत्तं इन्क्लूषन् इन्क्लूषन् अस्ति तत्र सत्यं भगिनि अस्तु तर्हि खरवसानयोर्विसर्जनीयस्य अनुवृत्तिसहितसूत्रमस्ति पदस्य रः विसर्जनीयः खरवसानयो संहितां तदेव विसर्जनीयस्य सह अन्यत् सूत्रमस्ति तदेव तत्र दत्तम् ओके अस्तु खरवसानयोर्विसर्जनीयः तत्र पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरिपरे अपि च अवसान अवस्थान्याञ्च तत्र यदि खरि अस्ति खर् प्रत्याहारस्य वर्णः अस्ति चेत् अपि च अवसानमस्ति चेत् अवसानमित्युक्ते विरामः यदि भवति चेत् पदान्तस्य रेफस्य स्थाने विसर्गादेशः भवति तत्र किं वदामि खर्च अवसानं च तस्य समासं कृत्वा तस्य खरवसानयोः इति रूपम् आयाति तत्र सूत्रे इत्युक्ते खर् अपि च अवसानमपि रोरि इत्यस्मात् रोः इत्यस्य खर् अवसाने इति तत्र द्वन्द्वसमासः इति कृत्वा तयोर् इतरेतरयोगद्वन्द्वसमासः इति कृत्वा तत्र यथा तत्र द्वन्द्वसमासे भगिनि तत्र विधद्वयमस्ति खलु तत्र द्वन्द्वसमासः अग्रे पश्यामः किन्तु तत्र रामः अस्ति लक्ष्मणः अस्ति तर्हि रामलक्ष्मणौ द्विवचने भवितुमर्हति अथवा तत्र तत्र किम् अन्यत् उदाहरणं हस्तपादः तत् लिङ्गस्य विषयः नास्ति किन्तु शरीरस्य भागः अस्ति चेत् तत्र हस्तपाद तत्र हस्तपादम् इति तादृशं तत्र एकवचने अपि भवितुम् अर्हति द्वन्द्वसमासः इतरेतरद्वन्द्वसमासः अपि अन्यत् किमस्ति तत्र समाहारद्वन्द्वः समाहारद्वन्द्वसमासः अत्र इतरेतर अस्ति इति कृत्वा तत्र करवसाने इति पदस्य वचनं किम् इति जानाति वा सप्तम्यन्त्यं वसानयोः तयोः केवलं करवसाने द्वितीया नास्ति वा द्वितीया अस्ति इति मन्ये द्विवचनं सारि द्विवचनं सत्यं भगिनि इतरेतरद्वन्द्वसमासे तदेव अस्ति तर्हि कर् अपि अवसानं नपुंसकलिङ्गे अस्ति कर् अवसानं किन्तु इतरेतरद्वन्द्व इति कृत्वा करवसाने इति द्विवचने अस्ति अतः तत्र षष्टिरूपं तयोः इति करवसानयोः इति कर् अवसनाय कर् अवसानयोः भवति अग्रे तत्र अलोन्तस्य षष्टिः नास्ति तत्र सप्तम्यन्त्रं क्षम्यतां कुत्र महोदय अवसान कर् अवसानयोः सप्तम्यन्तम् इति एव लिखितमस्ति तत्र षष्टिः अपि भवति सप्तमी अपि भवति न षष्टिः इत्युक्ते आदेशः सप्तमी इत्युक्ते अन्यत् विषयमस्ति न तदेव प्राप्तम् सप्तं दन्त्यं विसर्जनीयः प्रथमान्तं न षष्ठी इत्युक्ते आदेशः न स्थाने अस्ति षष्ठी इत्युक्ते अस्तु तदेव अलोन्तस्य इत्यनेन रेफान्तपदस्य न अपि तु पदान्तस्य रेफस्य स्थाने रेफान्तपदस्य न अपि तु पदान्तस्य रेफस्य पदान्तस्य रेफः यद् अस्ति तस्य स्थाने विसर्गादेश भवति इति तत्र भेदः कः रेफान्तपदस्य इत्युक्ते रेफान्तपदस्य रेफ अन्तपदस्य पदान्तस्य रेफस्य स्थाने पद सिमिलर् इट् लुक्स् टु मी डोनो इट् लुक्स् किन्तु भिन्नः अस्ति भगिनि नाम तत्र अनुस्वारः इति पदमस्ति खलु आम् रेपान्तपदम् अस्ति खलु अनुस्वारः किन्तु अनुस्वारपदस्य स्थाने विसर्गः इति नास्ति केवलं रेपस्य स्थाने एव विसर्गः आगच्छति इति उक्तं तावदेव ओके खलु आम् रेपान्तपदस्य स्थाने विसर्ग आदेशः भवति इति नास्ति पदान्तस्य रेपस्य पदान्तस्य रेपस्य स्थाने विसर्गस्य आदेशः भवति केवलं रेपस्य स्थाने विसर्गः पूर्णपदस्य स्थाने इति नास्ति खलु आमामां सत्यं तावदेव तावदेव अन्यत् किमपि नास्ति केवलम् अन्तिमरेपस्य स्थाने अन्तिमरेपस्य अन्ते पदस्य अन्ते रेपः भवेत् तस्य स्थाने तत्र विसर्ग आगच्छति पूर्णपदं त्यक्त्वा केवलं विसर्गः स्थापयामश्चेत् तत्र पदमेव तद् नास्ति आम् आम् सत्यम् अतः तावदेव अग्रे अनुवृत्तिसहितसूत्रं पदस्य रः विसर्जनीयः करवसानयोः संहितायाम् इति तत्र दत्तं तद् पदस्य रेफस्य विसर्जनीयः भवति करवसानयोः संहितायाम् इत्युक्ते करवसानयोः सप्तम्यन्तं पदमस्ति इति इत्युक्ते तत्परे अस्ति चेत् यदि खर्वणः अपि च पूर्वकार्यं पूर्वकार्यं परनिमित्तं तदेव विसर्जनीयस्य रेफस्य स्थाने विसर्जनीयः इत्युक्ते प्रथमान्तं तस्मिन् तस्य आदेशः भवति पदस्य अन्ते यद् यद् रेफः अस्ति तस्य विसर्जन विसर्गः भवति यदि खर् अपि च वसा अवसानम् अस्ति चेत् परे संहितायां विषये तत्र रेफस्य स्थाने विसर्गादेशः भवति इति समीचीनं हा इदानीं तत्र पश्यतु तत्र कस्मिंश्चित् इति तत्र किं कस्मिंश्चित् इति विषये कस्मिंश्चित् तत्र इदानीं वयं मध्ये स्मः कस्मिन् तत्र अनुनासिकः वा अथवा अनुस्वारः वा अस्ति तदनन्तरं रेपः अस्ति तदनन्तरं चित् इति अस्ति तत्र स्मः इदानीं रेपः तस्मिन् रेपः चित् इति उदाहरणं नीत्वा तस्मिन् रेपः योगः चित् रेपस्य स्थाने रेपस्य परे चकारः अस्ति चकारः खर्वर्णः अस्ति इति कारणतः तस्मिन् रेपः तद् पदमस्ति तत् पदस्य अन्ते रेपः अस्ति रेपस्य परे खर्वर्णः अस्ति इति कारणतः तत्र खरवसानयोर्विसर्जनीय सूत्रेण तस्य रेफस्य स्थाने विसर्गादेशः भवति तदेव तस्मिन् विसर्गः योगः चित् इति अस्ति इदानीं समीचीनं तर्हि अग्रे एकं सोपानम् अग्रे गतवन्तः इदानीं समीचीनं इदानीम् अग्रे तत्र वदतु भगिनि रः इत्यस्य अनुवृत्ति रैट् नाट् रोः इत्यस्य अनुवृत्ति सर्वसानयो विसर्जनीयः रोरि इत्यस्मात् रः इत्यस्य अनुवृत्तिः शुड् बि देर् रैट् नाट् पदस्य रः पुनः परिवर्तनं कृत्वा एव सत्यं भगिनि रः इति एव अस्ति सत्यं भगिनि परिवर्तनं कृत्वा पुनः परिवर्तनं कृत्वा सत्यं भगिनि पदस्य रः रः इति इदानीं तत्र रः इति विभक्ति का भवेत् भगिनि तत्र पदस्य रः विसर्जनीयः पद रः इति षष्ट्यन्तं खलु षष्ट्यन्तं रोः रोः इति लिखितं तत्र भगिनि तर्हि तत्र रोरि इत्यस्मात् रोरि इत्यस्मात् रः इत्यस्य अनुवृत्तिः एतत् अस्तु भगिनि तत्र रोः इति तत्र सूत्रे न दत्तं न तत्र सूत्रे रः इति एव दत्तम् अनुवृत्तिसहितसूत्रे रः इति एव दत्तं रोरि इत्यस्मात् इन् देट् स्टेट्मेण्ट् रोरि इत्यस्मात् नाट् रोहो इत्यस्य अनुवृत्ति रः इत्यस्य अनुवृत्तिः सत्यं भगिनि तदेव इति मन्ये समीचीनं भगिनि उत्तमं सत्यं तदेव दत्तमपि तत्र पदस्य रः इति एव दत्तं पदस्य रः समीचीनं भगिनि अस्तु उत्तमम् अस्तु अग्रे तर्हि तत्र उषा भगिनी भवती एव इदानीं तत्र विसर्जनीयस्य सः इति तस्य एव तत्र यद्यपि तत्र तत्र प्रायशः मुद्रणदोष नाम तत्र द्विवारं दत्तं किन्तु विसर्जनीयस्य सः 834 विसर्जनीयस्य स्थाने सकार आदेशः भवति खरि परे विसर्जनीयस्य षष्ट्यन्तं सः प्रथमान्तं द्विपदमिदं सूत्रं परवसानयो विसर्जनीयः इत्यस्मात् खरि इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं विसर्जनीयस्य सः खरि संहितायाम् इति अधिकारे विसर्जनीयस्य स्थाने विसर्जनीयस्य स्थाने इति अस्ति विसर्जनीयस्य इति सूत्रे अपि दत्तं विसर्जनीयस्य स्थाने सकार आदेशः भवति सः इति अस्ति प्रथमान्तं सः विसर्जनीयस्य इति षष्ट्यन्तं सः इति प्रथमान्तं सो विसर्जनीयस्य स्थाने सः इति आदेशः भवति सः इति आदेशः भवति यदा खरि परे खर् खर् इति अस्ति इति चेत् खर् इति खप चटत चटत कपै सो प्रथमस्तर द्वितीयस्तर ऊष्माणं वर्णाक अग्रे पठामि वा महोदय तर्हि तत्र कस्मिंश्चित् इति तत्र कस्मिन् विसर्जनीयस्य स्थाने इत्यनेन विसर्जनीयस्य स्थाने सकार आदेशः भवति कस्मिं योगः रेपः योगः चित् इति स्थिते कस्मी योग अथवा कस्मिं अथ रेपस्य स्थाने सकार आदेशः भवति योगः चित् इति भवति प्रथमतया विसर्ग आदेश प्रथमं विसर्ग आदेश अनन्तरं सकारादेश इदानीं सकारमध्ये यः विसर्गः आसीत् तस्य स्थाने सकारस्य सकारः आदेशः अस्ति अस्तु अग्रे अग्रे अपि पठतु भगिनि अत्र प्रश्नः उदेति इति अत्र प्रश्नः उदेति किमर्थम् अस्यां प्रक्रियायां सकारः पदान्ते भवति चेत् ससजुषो रुः इत्यनेन पुनः रुत्वं न भवति यथा गच्छन् योगः तावता इति चेत् नकारस्य स्थाने गच्छयोगः ऋ इति भवति गच्छयोगः ऋ योगः तावता इति भवति अनन्तरं अनुनासिकात् अत्र अनुनासिकः पूर्वस्य तु वा इत्यनेन चकार अकारस्थाने चकारस्य अनन्तरं यत् अकारः अस्ति तत् अनुनासिक आदेशः भवति अथवा अनुनासिकपूर्वस्य तु वा इति अनन्तरं अनुनासिकात् परो अनुस्वारः अनुनासिकात् परो अनुस्वारः इत्यनेन अथवा चकार अकारं गच्छम् इति मकार अनुस्वारः आगमः भवति गच्छं योगः रेपः सो गच्छ अथवा गच्छं योगः रेपः योगः तावता तावत् देन् रेपः स्थाने विसर्गः विसर्गस्य स्थाने अनन्तरं सकार आदेशः गच्छ अथवा विद् अनुनासिक अथवा गच्छम् अनुस्वार योगः सकार योगः तावता इति चेत् अत्र ससजुषो रुः इत्यनेन ऋ आदेशः स्यात् किमर्थं न भवति इति स्थिते इति प्रश्नः इति प्रश्नः यदि ससजुषो रुः भवति चेत् ऋत्वं भवति चेत् तत्र इन्फिनिट् लूप् भवति खलु, ऋकारस्य विसर्गः, विसर्गस्य सकारः, पुनः ऋकारः इति. परन्तु दिस् इस् वाट् पूर्वत्र सिद्धम् इत्यनेन न भवितुम् अर्हति खलु. ससजुषोरुः इत्यपि ससजुषोरुः अपि रिपीटेड् तस्य अपि तत्र मुद्रणं द्विवारं कृतम् अस्तु. तदपि एकवारं पठतु भगिनि, प्रायश तत्र किमर्थं तत्र कार्यं न करोति इति तस्य विवरणं दत्तं वा? ससजुषो रुः 8266 पदान्ते सकारस्य च सजुष् शब्दस्य सकारस्य च स्थाने रु आदेशः भवति. येन विधिस्तदन्तस्य इत्यनेन न केवलं यत् पदं सकारः अस्ति अपि तु यस्य पदस्य अन्ते सकारः अस्ति. अलोन्तस्य इत्यनेन पदान्तस्य वर्णस्य स्थाने रु आदेशः, न तु पूर्णपदस्य. ओके. सश्च सजुश्च ससजुषौ इतरेतरद्वन्द्वः, तयोः ससजुषोः षष्ट्यन्तं रुः प्रथमान्तं द्विपदमितं सूत्रं, पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ससजुषोः पदस्य रुः ससजुष् सूत्रस्य विवरणम् एवं दत्तं, किमर्थम् इति न दत्तं, पूर्वत्र सिद्धमेव. या या किं भगिनि तत्र पूर्वत्र सिद्धमेव इति पूर्वत्रमपि मन्ये पूर्वत्र सिद्धम् सपादशब्दाध्यायीं प्रति त्रिपादी असिद्धा, त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रम् असिद्धं महोदय. ससजुषो रुः कृते पूर्वसूत्रं नश्चव्यप्रशान् अपि च अत्र अनुनासिकपूर्वसेतु वा अनुनासिकात् परो अनुस्वारः सूत्राणि परः अस्ति महोदय त्रिपाद्यां. सो पूर्वसूत्रस्य दृष्ट्या परसूत्रं न दृश्यते, पूर्वसूत्रेण न दृश्यते. करवसादियोर्विसर्जनीयः यत् कार्यं करोति तत्पश्चात् एतत् सूत्रम् आयाति विसर्जनीयस्य सह, तदेव तत् सूत्रम् एतत् तस् करवसादियोर्विसर्जनीयः विसर्जनीयस्य सह सूत्रं न दृश्यते. तत् किं वदामि, तदेव सजुषोरुः कार्यं न करोति तत्र. ससजुषोरुः ससजुषो दृष्ट्या ऐ मीन् विसर्जनीयस्य सह नन् आफ् दि सूत्रस्य विसर्जनीयस्य सह इति सूत्रस्य प्रयोगेन यत् फलं प्राप्नुमः तस्य पदस्य उपरि ससजुषो रुः तस्य प्रभावः नास्ति इति खलु. आम् महोदय, आम्. किन्तु तत्र विवरणं न दत्तं भगिनि, जानामि किमर्थं, यतोहि तत्र अग्रे अपि ससजुषो रुः इत्यस्य किञ्चित् अस्ति अत्रापि. ओ पूर्वत्र सिद्धं, इट्स् कमिङ्ग् देर् लेटर् महोदय, अन्तिमभागे अस्ति महोदय. हल् सन्धीनां क्रमः कथं ज्ञायते तत्र इदानीं केवलं तत्र प्रश्नः उद्घाटितः केवलम्, अतः तस्य अग्रे समाधानं भवति इति. अतः तत्र समीचीनम् अस्तु. तर्हि इदानीं तर्हि तत्र तावदेव अत्र करपत्रे सत्त्वसन्देहे विषये, अतः इदानीं तत्र पुस्तके पठितुं शक्नुमः इति मन्ये. तत्र पुस्तके अग्रे तत्र किम् एतावदेव अस्ति, किन्तु अत्र हल् सन्देहे विषये यवलोपसन्धिः अपि अस्ति, आम् अपि तु घागमसन्धिः अपि दत्तमस्ति, सूत्रक्रमः इति अपि अस्ति. हा अस्तु, तर्हि करपत्रमपि अस्ति. करपत्रे बहु किमपि अस्ति. अस्तु, तर्हि तत्र इदानीं तत्र पुस्तकं पठामः. तर्हि पुस्तके तत्र पेज् 42, तर्हि सत्त्वसन्धिः. तर्हि इदानीं तत्र निवेदिता भगिनी आरम्भं करोति वा सत्त्वसन्धिः इति. पेज् नम्बर् 42 अस्ति खलु? पेज् नम्बर् 42, सत्यं भगिनि. सत्त्वसन्धिः. एतानि उदाहरणानि परिशीलयत. अर्थकामान् अधिकं तु अर्थकामा अधिकं न अधिकं तु अर्थकामा अधिक अर्थकामा विकल्पेन अर्थकामान् अधिकं स अधिकं तु अर्थकामान् स्तु अर्थकामान् स्तु इति भवति. इति इदानीम् अवगच्छामः. तत्र सरलरूपेण दत्तमस्ति, किन्तु वयम् इदानीं जानीमः अनेकानि सोपानानि सन्ति इति. नकारस्य रेपः, तदनन्तरं विसर्गः, तदनन्तरं सकारः. अस्तु, अग्रे. प्रज्ञावादान् अधिकं च प्रज्ञावादा अधिक न अधिक च अधिक अ प्रज्ञावादान् प्रज्ञावादान् अधिकं श अधिकं च अधिकम् अ प्रज्ञावादांश्च प्रज्ञावादांश्च. तत्रापि तत्र विकल्पेन तत्र सकारस्य स्थाने शकारः आगच्छति. किमर्थम् तत्र वाशरी सूत्रमस्ति खलु? श्रुत्वसन्धि तावदेव खलु. नाम सकारस्य चकार चकारः अग्रे अस्ति इति कृत्वा सकारस्य शकारः सत्यं. इति अस्ति, समीचीनं. तर्हि तत्र प्रायश पूर्वस्मिन् उदाहरणे तत्र यः श्लोकः सः श्लोकः पठितः, किन्तु प्रज्ञावादांश्च इति श्लोकं न पठितवन्तः इति मन्ये. तर्हि तत्र पठति वा भगिनि? द्वितीयाध्याये एकादश श्लोकः. श्रीभगवानुवाच अशोच्यान् अन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे गतासु न गतासुश्च नानुशोचन्ति पण्डिताः. अशोच्यान् अन्वशोचस्त्वम् ये पण्डितः जनाः सन्ति ते शोकः न कुर्वन्ति. श्रीभगवान् उवाच किं तत्र अन्वशोचान् अन्वशोचस्त्वं तं प्रज्ञावादान् भाषसे. प्रज्ञावादान् प्रज्ञावादांश्च भाषसे इति तदेव उदाहरणं दत्तं प्रज्ञाबाधांश्च भाषस्य प्रज्ञाबाधान् नाम तत्र सम्यक् प्रज्ञा नाम तत्र बुद्धियुक्त इति सम्यक् तत्र विस्डम् वैज् इति प्रज्ञाबाधान् च भाषस्य अपि तत्र अशोच्यान् अन्वशोचः नाम यस्मिन् विषये तत्र शोकः मास्तु तस्मिन् विषये भवान् तत्र शोकः करोति अन्वशोचः किमर्थम् इति अग्रिमभागे द्वितीयभागे विद्वत्तापूर्णं कथनम् अपि करोषि सत्यं एतत् अपि करोति शोच शो तत्र खिन्नः अपि भवान् अस्ति त्वम् अस्ति किन्तु उत्तमवाक्यानि तत्र चिन्तनमपि सम्यक् अस्ति किन्तु तर्हि किन्तु भगवान् वदति अग्रे द्वितीयभागे पण्डिताः पण्डितजनाः सन्ति ते तत्र असु तत्र असु नाम प्राणः असु नाम तत्र प्राणः क येषाम् असवः नपुंसकलिङ्गमस्ति गतासु न पुल्लिङ्ग अस्तु तत्र गतासु गतासून् इति अस्ति खलु गतासून् इति तर्हि तत्र पुल्लिङ्गपदमेव प्राणः निर्गतः अस्ति अपि अगतासून् नाम न गतः नाम ये जीवन्ति इदानीमपि जीवन्ति ये जीवन्ति तेषां कृते पण्डिताः जनाः शोकः न कुर्वन्ति नाम आत्मा नित्यः इति चिन्तनेन ते शोकं न प्रकटयन्ति तत्र शोकः तु सहजः एव किन्तु तत्र ते चिन्तयन्ति अस्तु तर्हि शोकः मास्तु इति एतेन तत्र चिन्तनं कुर्वन्ति तावदेव अस्तु समीचीनं विवेकेन जनाः सन्ति सत्यं भगिनि तादृश भवितुं बहु कष्टः अस्ति सर्वे तादृश न भवितुम् अर्हन्ति नाम स्थिरप्रज्ञा भवेत् खलु अस्तु अग्रिमम् उदाहरणमपि श्लोकान् अधिकं टीकाभिः अत्र श्लोकान् टीकाभिः श्लोकान् टीकाभिः स्तुः शुनास्तु शत्रु अस्ति अत्र खलु श्लोकान् टीकाभिः प्रकारः अस्ति अतः प्रकारः अस्ति खलु अतः मृधन्यशकारः आगच्छति यथा पूर्वस्मिन् उदाहरणे स्तुत्वम् आसीत् अत्रापि अन्यः सन्धिः भवति अस्तु अग्रे अत्र नकारान्तात् पदात् परतः च छ टठ तथ इत्येते वर्णाः सन्ति अत्र चछयोः परयोः नकारस्य शकारः तथयोः परयोः मूर्धन्यशकारः तथयोः परयोः सकारस्य आदेशः सम्पन्नः किन्तु तत्र इदानीं वयं जानीमः किमर्थम् एतादृशी स्थितिः अस्ति खलु यदि तत्र करपत्रस्य पठनं न कृतवन्तः तत्र किमर्थम् एतत् सर्वं भवति इति तत्र ज्ञानमेव न भवेत् अस्तु समीचीनम्. अतः उदाहरणेन अतः नकारान्तात् पदात् चछयोः परयोः नकारस्य शकारः, तथयोः परयोः मूर्धन्यशकारः, तथयोः परयोः सकारस्य आदेशो भवति. आदेशात् पूर्वत्र स्थितः स्वरः अनुनासिकः अनुस्वारयुक्तो वा भवति, किन्तु एतेभ्यः चछादिभ्यः परे स्वराः यरलव मनाश यरलवम नाश्च अं भवेयुः. यरलव मना वयं पठितवन्तः खलु तत्र अमि इति आसीत् खलु तत्र अं भवेयुः. अस्मिन् सन्धौ सकारादेशो भवति, अतः सत्त्वसन्धिः इति नाम इति नाम इति नाम. अतः इदानीं तत्र अतः एव तत्र अं परे छवि इति वयं करपत्रे पठितवन्तः. अतः एव तत्र एतत् सर्वम् अं भवेयुः अग्रे इति दत्तम्. अस्तु समीचीनम्. अस्तु अग्रे तत्र समीचीनं भगिनि, धन्यवादः. अग्रे तत्र वेदा भगिनि इदानीं तत्र अभ्यासः सन्धिं कुरुत इति सन्धिं कुरुत तान् योगः च तत्र अनुस्वार अपि च किम् अनुनासिका अपि भवति तत्र तान् तत्र सोपाने त्रयमस्ति नच्छव्यप्रशान् अत्रानुनासिकः पूर्वस्य वा अनुनासिकात् परोनुस्वारः इति सोपाने तद् त्रय सोपानमस्ति तत्र तस्य कारणेन ता योगः नकारयोगः च ता इत्यत्र किं वदामि अनुनासिक भवति उपरि चन्द्रमाबिन्दु इति भवति तान् अपि च अनुनासिकात् परो अनुस्वारसूत्रेण तत्र विकल्पेन तान् बिन्दु अस्ति तान् अपि भवितुम् अर्हति तान् तान् अपि तान् रूपद्वयम् आयाति विकल्पेन. तत्पश्चात् नकारस्य स्थाने तत्र रेफादेश भवति नश्चव्या प्रशान् इति सूत्रेण नकारस्य स्थाने रेफादेशः भवति तत्र ता इर् च अपि च ता इर् च इति भवति. तत्पश्चात् किमर्थ एतत् सूत्रं कार्यं करोति रेफस्य स्थाने विसर्गा ससजुषो रुः इत्यस्य न खरवसानयोर्विसर्जनीय इति सूत्रेण रेफस्य स्थाने विसर्गादेशः भवति तान् नकारस्य स्थाने विसर्गादेशः भवति ताः च रूपं द्वयम् आयाति. तत्पश्चात् विसर्गादेशः भवति तत्पश्चात् विसर्जनीयस्य सह इति सूत्रेण विसर्गस्य स्थाने सकारादेशः भवति खर् वर्णः परे अस्ति चेत् तदेव तत्र ता स ता स च एकरूपम् अन्यत् रूपमस्ति ता अनुनासिक तान् इस् च इति सकार च इति रूपम् आयाति. च अस्ति इति कारणतः पूर्वे सकार अस्ति तत्पश्चात् चकार अस्ति इति कारणः तोहोर्चुनाचु इति सूत्रेण सकारस्य स्थाने षकारादेशः भवति. तदेव तत्र तांश्च एकवारम् अनुस्वार एकवारम् अनुनासिक वर्णः अस्ति तांश्च तांश्च इति रूपद्वयम् आयाति. समीचीनं भगिनि. उत्तमम्. अस्तु तत्र अगतासून् च इति अगतासून् अपि पठामि वा? करोतु भगिनि. अगतासून् योग च तत्रापि नकारस्य तत्र फलितरूपं वदतु. ओके. अगतासूंश्च सूंश्च अगतासूंश्च इश् शकार इश् अगताशूंश्च इति रूपं द्वयं तत्र तत्र शकारः भवति. अस्तु, अगतांसूंश्च अथवा अगतांसूंश्च. तद् एतत् सूत्रमेव भगवद्गीतायां 2.11 भवती पठिता भगिनी पठितवती न तदेव. अतः तत्र अतः मास्तु. अस्तु, समीचीनम्. अस्तु, अग्रे तर्हि तत्र उषा भगिनी अग्रे. महोदय, सर्वान् योगः टक् पुरान् इत्युक्ते किं? न जानामि भगिनि, कोऽपि जानाति वा? टैपिङ्ग् कीस् ऐ डोण्ट् नो. टङ्कणः रैट् रैट् तत् टङ्कण टङ्कण नो नो ऐ डोण्ट् ऊहं करोमि. ठक्कुरः सर्वान् योगः ठक्कुरान् इति कृते प्रथमं नकारस्य अनन्तरं ठकारः ठ महाप्राणटकारः अस्ति. महाप्राणटकारः छव् प्रत्याहारे अस्ति. प्रथमं नश्चव्यप्रशान् इत्यनेन नकारस्य स्थाने रु आदेशः भवति. सर्वा योगः रु योगः टक्कुरान् इति भवति. अनन्तरं अत्र अनुनासिकः पूर्वस्य तु वा इत्यनेन रु इत्यस्य पूर्वम् आकारः अस्ति. तत् आकारस्य अनुनासिक आदेशः भवति. तत् आकारस्य कृते अनुनासिक दीर्घ आकारः भवति. सर्वाङ् योगः रु इति भवति. अनन्तरं टक्कुरान् इति भवति. अनन्तरम् अनुनासिकात् परो अनुस्वारः इति सूत्रेण ऋकारात् पूर्वम् आकारवर्णः पूर्वसूत्रं वा इति भवति. पूर्वस्य तु वा इत्यनेन विकल्पेन भवति. तदनन्तरम् अनुनासिकात् परो अनुस्वारः इत्यनेन विकल्पेन नकारात् पूर्वम् आकारस्य स्थाने अनुस्वार आदेशः भवति. सो सर्वा इति सर्वा अनुनासिक आकारः अथवा सर्वाम् इति अनुस्वार आदेशः. अनन्तरं ऋकारः अनन्तरं पुरान् इति भवति. रु इति स्थाने विसर्जनीयस्य सह करवसानियो विसर्जनीयः. परम् अनन्तरं कर्वर्ण टकारः अस्ति इत्यनेन कर्वर्णः अस्ति इत्यनेन करवसानयो विसर्जनीयः इत्यनेन विसर्ग आदेशः. विसर्जनीयस्य सः इत्यनेन सकार आदेशः. सर्वा अथवा सर्वां योगः सकारः योगः टक्कुरान् इति भवति. टकारः अस्ति इत्यनेन ष्टुनाष्टुः इत्यनेन सकारस्य स्थाने षकार आदेशः भवति. सो तांश्टक्कुरान् तांश्टक्कुरान् इति भवति. सर्वान् अथवा सर्वां टक्कुरान् इति भवति. समीचीनं भगिनि. महोदय, कल्पद्रुम अत्र ठक्कुर इत्युक्ते देवता. अस्तु, ठाकुर् इति वदति वा ते ठाकुर् ठकुर् ठाकुर् इति ख्यातः. गुजराति मध्ये ठाकोर्जी इति वदति. ठाकोर्जी कृष्णस्य कृते खलु, कृष्णस्य कृते ठाकोर्जी इति. ओ अस्तु अस्तु, ठाकोर्जी. अस्तु भगिनि, धन्यवादः. तर्हि प्रतिमा ओ ऐ थाट् ठाकूर् केम् फ्रोम् देट् नो नो रवीन्द्रनाथ ठाकूर् ठाकूर् बिकेम् ठाकूर् आम् आम् ठाकूर् फ्रोम् रवीन्द्रनाथ ठाकूर् ओ ठाकूर् ओ अस्तु अस्तु उत्तमं धन्यवादः भगिनि धन्यवादः महोदय तर्हि अग्रे भगिनि एतान् त्रीन् इति एतान् योगः त्रीन् एतान् एतान् तथा एव एतान् योगः त्रीन् नकारस्य स्थाने प्रथमं ऋकारः अनन्तरं पूर्व पूर्ववर्णस्य कृते अत्र अनुनासिकः पूर्वस्य तुवा इत्यनेन पूर्वस्थितस्य आकारस्य स्थाने अनुनासिक आदेशः भवति विकल्पेन विकल्पेन इत्यनेन अनुनासिकात् परो अनुस्वारः इत्यनेन अनुस्वारः अपि आगमः भवति एता अनुनासिकः अथवा एताम् इति अनुस्वारः अनन्तरं नकारस्य स्थाने रेपः अस्ति योगः त्रीन् रेपस्य स्थाने विसर्जनीयस्य स्तः करवसानियो विसर्जनीयः इत्यनेन विसर्जनीय आदेशः अनन्तरं विसर्जनीयस्य सः इत्यनेन सकार आदेशः एता अनुनासिकः अथवा एतां स्त्रीन् इति भवति एतां स्त्रीन् इति कृते तकारः रेप अस्ति रेप रेपः अम् इत्यनेन अम् परेच्छवि सो रेपः दवि अम् परे अस्ति इत्यनेन तथा एव कार्यं कर्तुं शक्नोति नष्टव्यप्रशान् अत्र अनुनासिकः पूर्वसेतु वा अनुनासिकात् परो अनुस्वारः सो एतां स्त्रीन् एतां स्त्रीन् तकारः अस्ति इत्यनेन स्तोः शुनाशुः इत्यनेन सकारस्य स्थाने शकारः आयाति एतां एतां स्त्रीन् एतां एतां एतां स्त्रीन् एव भवति खलु महोदय एतां स्त्रीन् यतोहि तत् सकारः एव सकारः इत्यनेन सकारः एव भवति अपि तत्र श्लोकः अपि अस्ति श्लोकः अपि अस्ति भगिनि सत्यं अर्जुन उवाच कैर्लिङ्गैस्त्रीन् गुणान् एतान् अतीतो भवति प्रभो किमाचारकतं चैतां त्रीन् गुणान् अतिवर्तते चैतां स्त्रीन् गुणान् तथा एव च एतां स्त्रीन् गुणान् अतिवर्तते अतिवर्तते अतिवर्तते इत्यनेन यः क्रासस् बियाण्ड् आर् संथिङ्ग् अग्रे गतवान् अग्रे गतवान् अतिवर्तते तस्य उपरि तत्र अतीतवान् इति गुणान् अतीतवान् सो एतां स्त्रीन् गुणान् एतां स्त्रीन् गुणान् अति वर्तते ओके अतीतवान् कथम् अतीतवान् नाम किम् आचारः कथं सः नाम के किं कृत्वा कैः कैः लिङ्गैः त्रीन् गुणान् एतान् अतीतः भवति प्रभो किम् आचारः एकः प्रश्नः आम् तत्र अनन्तरं किम् आचारः कथं किम् आचारः कथं च एतं त्रीन् गुणान् त्रीन् गुणान् अतिवर्तते अतिवर्तते नाम कथं कथं सः तत्र किम् आचारः कथं च एतं त्रीन् गुणान् अतिवर्तते तर्हि तत्र कैः लिङ्गैः नाम कैः लिङ्गैः केन् तत्र केन सैन् इति तत्र लिङ्गः नाम तत्र यः गुणान् अतीतान् कः तस्य लिङ्गाः लिङ्गः लिङ्गानि का कानि इति लिङ्गः इत्युक्ते कथं ज्ञातुं शक्यते कथं ज्ञायते कथं ज्ञायते केन ज्ञायते कैः लिङ्गैः ज्ञायते एषः अतीतः अस्ति गुणातीतः अस्ति गुणातीतः अस्ति इति कथं वयं ज्ञातुं शक्नुमः इति किम् आचारः आचारः तस्य आचारः कथं तस्य आचारः अपि कथं च किं कृतवान् अपि तेन कथं सः अग्रे गतवान् गुणान् अतीतवान् अतीतवान् इति अस्ति समीचीनम् उत्तमः श्लोकः सर्वे श्लोकः उत्तमः एव समीचीनम् अस्तु धन्यवादः भगिनि धन्यवादः निवेदित भगिनि आम् तान् ठङ्कारान् अत्र तांश्ठङ्कारान् समीचीनं भगिनि तांश्ठङ्कारान् इति अनुस्वारः आगच्छति समीचीनम् अस्तु अग्रे विपरीतान् काष्ठसूत्रमस्ति अत्र ठकारः अस्ति खलु विपरीतान् अधिकं च विपरीतांश अनुनासिकमस्ति विपरीतांश सोऽशुनाशुसूत्रेण शकारः आगच्छति तथा विपरीतांश अनुस्वारः आगच्छति समीचीनम् अस्तु अग्रे श्लोकः अपि अस्ति अत्र 1.26 न न भगिनि तस्मात् प्राक् 18.32 अन्तिमाध्यायः अधर्मं धर्ममिति या मन्यते तमसा वृता सर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थतामसि सर्वार्थम् अधर्मं धर्ममिति या मन्यते यस्य बुद्धिः तामसि अस्ति तामस आवृता अस्ति तमसेन तमोगुणः तमोगुणस्य आधिक्यम् अस्ति खलु सत्यं भगिनि नाम बुद्धिः या आवृता बुद्धिः तमसा आवृता बुद्धिः अस्ति तत्र अधर्मम् इति मन्यते समीचीनं अधर्ममेव धर्मम् इति मन्यते सर्वार्थान् विपरीतांश बुद्धिः सा पार्थतामसि नाम सर्वार्थान् च विपरीतान् मन्यते यदस्ति तद् तस्य विपरीतमेव सत्यमिति चिन्तनं भवति तदा सर्वार्थान् विपरीतान् च मन्यते तत्र मन्यते इति तत्र अपि तस्य प्रयोगः भवेत् नाम प्रथमे भागे मन्यते अस्ति द्वितीयभागे अपि तत्र सर्वार्थान् विपरीतांश्च मन्यते सा बुद्धिः तादृशबुद्धिः तादृशी बुद्धिः सा बुद्धिः तामसी अस्ति यस्य विनाशकालः समीपम् आगच्छति तस्य बुद्धिः अपि विपरीतं वा तामसी भवति सत्यं भगिनि तदपि अस्ति समीचीनं तर्हि तत्र अत्र विपरीतांश्च इति विपरीतांश्च बुद्धिः इति अस्ति समीचीनं अस्तु अग्रे धन्यवादः भगिनि अग्रे वेदा भगिनि सखीन् योग तथा केवलं फलितार्थरूपं वदामि वा? वदतु भगिनि. सखी नकारस्य स्थाने प्रथमतया एक नकारस्य पूर्वं यद् ईकार अस्ति तत्र तस्य अनुस्वार अपि अनुनासिक आगमः भवति. सखीन् सखीं तथा सखीं तथा इति नकारस्य स्थाने रेफा याति प्रथमतया, तत्पश्चात् विसर्ग, तत्पश्चात् स आदेशः. सखीं तथा और सखीं तथा अनुस्वार अपि अनुनासिक सखीं तथा सखी तथा तथैव हतान् त्वम् अपि तदेव हतान् तकार नकारस्य परे तकार अस्ति. नकारस्य स्थाने सकारादेशः भवति. हतां इस् त तकार अस्ति इति कारणतः तत्र अन्यत् कोऽपि सूत्रं स्तो सुनाशु इति सूत्रं कार्यं न करोति. केवलं हतां हतांस्त्वम् इति रूपमायाति. हतांस्त्वं सखी सखीस्त्वं हतांस्त्वम् इति रूपम्. तत्र समीचीनं. तत्र प्रायशः वयं तत्र अम् अग्रे अस्ति वा इति सर्वदा न परिशीलितवन्तः, किन्तु अम् अग्रे अस्ति खलु, नाम चकारः तत्र त्वं त्वम् इति तकारः अस्ति, किन्तु तस्य अनन्तरं वकारः अस्ति, व तु अमि अस्ति खलु. तस्य कोऽपि विशेषं नास्ति न महोदय, तत्र तकारस्य परे वकार अस्ति इति कारणतः कोऽपि कार्यं भवति भगिनि. तत्र सत्त्वसन्धे तत्र अं परे छवि भवेत् खलु. अं परे छवि भवेत् खलु. छवि इति जानीमः, किन्तु तस्य अम् अपि परे, अतः तत्र यथा यथा अत्र उपरि दत्तं, किन्तु एतेभ्यः चछादिभ्यः परे अथवा यरलवमनाश्च अम् भवेयुः तथैव अस्ति, किन्तु तदपि द्रष्टव्यम् इति तावत्. एतेभ्यः चछादिभ्यः परे स्वराः भैभयुः अस्तु खलु, तदेव वयं दृष्टवन्तः खलु तत्र. न छवि अप्रशान् इति तत्र अं परे छवि भवेत् इति वयं दृष्टवन्तः, तर्हि तत्र अम् इति भवेत् इति अत्रापि लिखितं. समीचीनमेव अस्ति, किन्तु तदपि मनसि भवेत् इति तावदेव. अस्तु अस्तु समीचीनं भगिनि. अग्रे तत्र श्लोकाः अपि सन्ति तत्र. टु मच् बेक्ग्रौण्ड् नाय्स्. तत्र पश्यत्सितान् पार्थ पितृनत पितामहान् आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखींस्तथा श्वसुरान् सुहृदश्चैव सेनयोरुभयोरपि. तत्र कुत्र अस्ति सखीन् आचार्य मातुलान् भ्रातुरान् पुत्रान् पौत्रान् सखींस्तथा तदस्ति सखींस्तथा. तत्र सर्वे सन्ति, तत्र सर्वे बान्धवाः सन्ति इति सञ्जय उक्तः. सञ्जय धृतराष्ट्रं प्रति वदति तत्र पश्यत् स्थितान् पार्थ तत्र अहं पश्यामि तत्र पश्यते स्थितान् पार्थः स्थितान् अस्ति पितॄनत पितामहान् पितॄन् अपि च पितामहान् अस्ति तत्र. पितॄन् इत्युक्ते किं पितॄन् इत्युक्ते पित्राः भ्राताः वा पितॄन् इत्युक्ते पितॄन् पितामहान् इत्युक्ते तु जानीमः. आचार्यान् मातुलान् मातुलान् इत्युक्ते मामा इति मातुलान् भ्रातॄन् अपि च पुत्रान् पौत्रान् सखीं तथा सखी सखी अपि च सख्यं मित्राणि अपि मित्राणि अपि तत्र उपस्थितः श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि एकपक्षे पितॄन् पितामहान् अपि च आचार्यान् मातुलान् भ्रातॄन् इत्रान् पौत्रान् सखीं सता श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि नाम तत्र पाण्डवयो पाण्डवानामपि सन्ति कौरवाणामपि कौरवाणामपि सन्ति तत्र सन्ति इति तावदेव वार्ता अस्तु तत्र तर्हि अस्मिन् श्लोके किमपि नास्ति अग्रिमे श्लोके यहाँ भगिनी ने पूछा ना पितृन क्या है तो मुझे एक याद आया हम नॉर्थ में जाएंगे ना तो नॉर्थ में जो अपने चाचा है बड़े चाचा उनको बड़े पापा बोलते हैं मतलब बड़े पिताजी ऐसे कहते हैं अच्छा अच्छा अच्छा तो इसलिए शायद वो मतलब वो रीति वहां से आई होगी शायद बड़े पापा छोटे पापा उत्तमं भगिनि हा यतोहि तत्र साक्षात् पितुः पिता नास्ति किन्तु पितुः पिता सम्बन्धि पिता पिता तुल्यः यः अस्ति उत्तमं भगिनि धन्यवादः सत्यं भगिनि एतत् पठित्वा तर्हि तत्र विरमामः ओके द्रोणं च भीष्मं च जयद्रथं च कर्णं तथा न्यानपि योधवीरान् मया हतां त्वं जहिमा व्यतिष्ठ युध्यस्व जेतासि रणे सपत्नान् सपत्नान् ओके तत्र हतां त्वं कुत्र अस्ति हतां त्वं या मया हतांस्तु सो द्रोणं च भीष्मं च भगवान् वदति द्रोणं च भीष्मं च जयद्रथं च कर्णं तथा तथान् तथा अन्यानपि योधवीरान् अस्ति तत्र कुत्र द्रोण भीष्म जयद्रथ कर्ण नाम तत्र मया हतान् सन्ति तत्र मया हतां भीष्मं च जयद्रथं च ओ एतान् सर्वान् अहं हन्य किं वदामि हन्यते इति वा द्रोणं च भीष्मं च जयद्रथं च कर्णं तथा अन्यानपि योधवीरान् मया हतांस्त्वं मया हतांस्त्वं त्वं मया हतां जहिमा त्वं पुनः तत्र तेषां तत्र हननं करोतु नाम तेषां ओ तां मारयतु अच्छा व्यतिष्ठा इत्युक्ते भीति न करोतु इति वा हा सत्यं भीतिः न करोतु युध्यस्व जेतासि रणेशपत्नान् युध्यस्व इत्युक्ते अर्जुनः युद्धं करोतु जेतासि रणे जेतासि इत्युक्ते विजयं प्राप्नोति रणे तत्र युद्धे रणे युद्धे सपत्नान् सपत्नान् इत्युक्ते सपत्नान् इत्युक्ते इत्युक्ते अरि इति वदामि शत्रून् अच्छा हरि शत्रु इति समीचीनम् ओके तथैव अस्ति समीचीनम् महोदय तर्हि तत्र उषा भगिनी अन्ते तत्र वदति वा तर्हि तत्र सम्यक् स्थले स्मः यतोहि अग्रे यवलोपसन्धिः अग्रिमे वर्गे कर्तुं शक्नुमः निवेदिता भगिनी यहाँ पे ये ऐसा कुछ कहना चाहते हैं क्या मतलब पहले वे उनको मार चुके हैं अभी तुम मारो मतलब उनमें जो काम है क्रोध है राग है द्वेष है उनको मैं पहले मार चुका हूँ ऐसा कुछ कहना चाहते हैं हाँ इति मन्ये भगिनि, तादृशं किमपि अस्ति, यतोहि तत्र उक्तं खलु तथा अहं मतलब उनका नाच मैं पहले ही कर चुका हूं, मतलब उनका नाच करना ही चाहिए। हाँ, अब सिर्फ उनका शरीर है, उनको तुम मारो, ऐसे कुछ है शायद। तादृशं तादृशम् अस्ति भगिनि, हाँ, द्रष्टव्यं, किञ्चित् द्रष्टव्यं। तर्हि अग्रिमे वर्गे किञ्चित् चर्चयामः अस्मिन् श्लोकस्य विषये। धन्यवादः तत्र पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते। ॐ शान्ति शान्ति शान्तिः। हरिः ओम् श्रीगुरुभ्यो नमः। हरिः ओम्। नमस्कारः महोदय, धन्यवादः। धन्यवादः भगिनी, धन्यवादः सर्वेभ्यो नमः। अग्रिमे वर्गे मिलामः, धन्यवादः, नमस्कारः, नमस्कारः, शुभरात्रिः। नमस्कारः भगिनी, नमस्कारः।